पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 31 सूद उवाच अथ त्वं गोमहातेजा दृष्ट्वा इन्द्रस्य सम्पदं भोगं चैव विलासं च लीलां तस्य महात्मनः कथं मे इन्द्रसदृशपुत्रस्याद्धर्मसंयुधः चिन्तयित्वा क्षणं चैव अङ्गोद्धर्मभृतां वरः स्वकं गेहं समायादः सत्त्वङ्गः सत्यतत्परः अत्रिं पप्रच्छपितरं प्रणदो नम्रकन्धरः कोऽयं पुण्यसमाचारैरिन्द्रत्वं भुञ्जते महद कस्य पुण्यस्य वै पुष्टिः किं कृतम् कर्म कीदृशं कीदृशं तप एदस्य कमाराधितवान् पुरा यदन्मे विस्तरेण त्वं ब्रूहि सत्यवदाम्बर अत्रिरुवाच साधु साधु महाभाग यद्येवं पृच्छसे मयि चरित्रमिन्द्रस्य वत्स तन्मे निगदतशृणु सुव्रतो नाम मेधावी पुरा ब्राह्मणसत्तमः तेन कृष्णो हृषीकेश्यस्तपःसा चैव तोषितः पुण्यगर्भं पुनः प्राप्तो ह्यदित्या कश्यपात् किल विष्णोश्चैव प्रसादेन सुरराजो बभूवः अङ्ग उवाच कथमिन्द्रसमः पुत्रो मम स्यात् पुत्रवत्सल तदुपायं समाचक्ष्व भवान् ज्ञानवदाम्बरः अत्रिरुवाच समासेनैव तस्यैव सुव्रतस्य महात्मनः चरित्रमखिलं पुण्यं निशामय महामदे यथा सुव्रतमेधावी पुराराधितवान् हरिं तस्य भावं च भक्तिं च ध्यानं चैव महात्मनः समालोक्य जगन्नाथो दत्तवान्वै महत्पदं स ऐन्द्रं सर्वभोगाढ्यं त्रैलोक्यं सचराचरं विष्णोश्चैव प्रसादाच्च पदं भुङ्क्ते त्रिलोकधृक् एवं ते सर्वमाख्यातमिन्द्रस्यापि विचेष्टितं भक्त्या तुष्यति गोविन्दो भावध्यानेन सत्तम सर्वं ददादितुष्टात्मा भक्त्या सन्तोषितो हरिः तस्मादाराध्य गोविन्दं सर्वदं सर्वसम्भवं सर्वज्ञं सर्ववेत्तारं सर्वेषां पुरुषं वरं तस्मात् प्रपश्यसि सर्वं त्वं यद्यदिच्छसि नन्दन सुखस्य दादा परमार्थदादा मोक्षस्य दादा जगदां हि नाथः तस्मात्तमाराधय गच्छ पुत्र सम्प्राप्स्यसे इन्द्रसमं हि पुत्रम् आकर्ण्यवाक्यं परमार्थयुक्तमुक्तं महात्मा ऋषिणा हि तेन संगृह्य तत्त्वं वचनस्य तस्य प्रणम्यतं शाश्वतमभ्ययात् सः आमन्त्र्य चाङ्गः पितरं महात्मा ब्रह्मात्मजं ब्रह्म समानमेव सम्प्राप्तवान् मेरुगिरेस्तु शृङ्गं तं काञ्चनैरत्नमयैः समेतम् इति श्रीपद्मपुराणे पञ्चाशत्सहस्रसंहितायां भूमिखण्डे वेणोपाख्याने एकत्रिंशोऽध्यायः ॐ